अद्य अस्माकं विषयः अस्ति अदन्त अङ्गानां सिद्धतिङ्प्रत्ययानां च संयोजनम् इति विषयः अद्य एव प्रारभामहे. गतसप्ताहपर्यन्तं वयं सिद्धप्रत्ययानां निर्माणम् इति कार्यविषये वयं परिशीलितवन्तः. कः नूतनः? अस्तु, वयं माहेश्वरसूत्राणि तिङ्प्रत्ययाः सर्वम् उक्त्वा प्रारम्भं कुर्मः. माहेश्वरसूत्राणि वदामः. ऐ वुण् ऋलुक् एवोङ् ऐ औच् हयवरट् लण् इति माहेश्वराणि सूत्राणि इति तिङ् प्रत्ययाः. अस्तु, तिङ्प्रत्ययानां परस्मैपदी मूलतिङ्प्रत्ययाः के इति हेमा भगिनी वदतु. लट्लकारस्य सिद्धतिङ्प्रत्ययः, मूलतिङ्प्रत्ययः, क्षम्यता, मूलतिङ्प्रत्ययाः के इति कृपया वदतु. इदानीम् उक्तवन्तः तदेव. तदेव, आम्. तिप् तस्झि, तिप् वस्म, मिप् सिप् मिप् वस्म. लट्लकारे किं भवति? लट्लकारे तिप् तस्झि न, लट्लकारे सिद्धप्रत्ययः, सिद्धप्रत्ययः सीतः अन्ति, सीतः थ मी वहमः, मी वहमः. इदानीं सिद्धप्रत्ययाः तु सन्ति अङ्गम्. इदानीं वयं किं कुर्मः, सिद्धप्रत्ययाः सन्ति, अङ्गम् अपि सिद्धम् अस्ति, अतः तस्य संयोजनम् इति विषये पठामः, खलु. अत्र पठ् धातु इति अस्ति, तस्य अङ्गं कीदृशं भवति? अदन्त अङ्गम्. न, रूपं कथं भवति? पठ् धातुः योगः शप्, तर्हि अयुज्ये शकारपकारलोपानन्तरम् अतिष्ठते, पट्योगः अपठ इति भवति. पठ इति भवति. पठ इति धातुः कस्मिन् गणे अस्ति इति जानाति किम्? भ्वादिगणे. भ्वादिगणे अस्ति. भ्वादिगणः तस्य संख्या का? संख्या बहवः इति जानामि. प्रथमः गणः खलु, भ्वादिगणः प्रथमगणः. अनन्तरं नृत् इति धातुः अस्ति, तस्य दिवादिगणः, तस्य रूपं कथं भवति? श्यन् तत्र विकरणप्रत्ययः, शकारनकारलोपानन्तरं य अवशिष्यते, नृत्योगः ययोगः तिप्. इदानीम् अङ्गं तु नृत्य इति भवति, नृत्य इति अङ्गं, तदपि अदन्तम् अङ्गं, पठ अपि अदन्तम् अङ्गं, नृत्य अपि अदन्तम् अङ्गम्. अनन्तरं लिख् इति धातु, तस्य दिवादिगणः चतुर्थगणः खलु. लिख् धातु कस्मिन् तत्र कथं भवति? लिख् धातोः रूप अङ्गम् षष्टमगणे तुदादिगणे अस्ति, लिख् तत्र श एव विकरणप्रत्यय, शकारलोपानन्तरम् अ अवशिष्यते, लिक् योगः अ लिख इति अङ्गं प्राप्नोति. तत्र सर्वत्र शकारलोपः केन सूत्रेण भवति? लशक्व तद्धिते इति. उत्तमम्। अनन्तरं विद्याशङ्कर् महोदय, चुर् इति धातुः अस्ति, तस्य रूपं कथं भवति, अङ्गम्, अङ्गस्य रूपम्? चुर् धातु दशमगणे चुरादिगणे अस्ति, तत्र विकरणप्रत्ययः शप् इति अस्ति, तस्य शकारपकारलोपानन्तरम् अ अवशिष्यते, अत्र णिच् आगच्छति, सूत्रं न जानामि, अय इति विकरणप्रत्ययः अस्ति, तत्र णिच् कः वर्णः अवशिष्य णिच् इत्यत्र? इकारः योग अय इति वा? चुर् उयोगः इ किं भवति? चुरि योग अ चुरि चुर्य चोरि इति भवति। निचयोगे चोरि इति अङ्गं भवति, चोरि अ चोरय भवति, चोरय इति सिद्ध अङ्गम् इदानीम् अस्ति। अतः प्रथम चतुर्थ षष्ठ दशमगणीयधातूनाम् अदन्तम् अङ्गं भवति, तेषां सिद्धप्रत्ययानां योगे कथं रूपं भवति इति वयम् इदानीं परिशीलयामः। यदि एकं कुर्मः तर्हि सर्वत्र समानकार्यमेव भवति, तदेव अत्र सुलभतया वयम् अवगन्तुं शक्नुमः। कीदृशलकाराणां विषये वयं परिशीलयामः इदानीं? लट् लोङ्ग् लट् लोट् लङ् विधिलिङ्ग् इति तेषां नाम लट्टि लोटि लङ्गि विधिलिङ्गि वा? विधिलिङ्ग् तेषाम् एकं गणस्य नाम वर्तते, सार्वधातुकलकाराः। आम्, सार्वधातुकलकाराः लट् लोट् लङ् विधि विधिलिङ्ग् लकारस्य विषये एव इदानीं वयं परिशीलयामः। तत्र प्रथम करपत्रे प्रथमपुटे एव नूतनसूत्राणि यद्वयं यः परिशीलितवन्तः तानि सन्ति, एकैकं वदति वा भवान्? प्रथमं प्रारम्भं करोतु। अतो गुणे, अतो गुणे, अतो गुणे कीदृशसूत्रं, विधिसूत्रं वा संज्ञासूत्रं वा, तादृशविषयं किमपि जानाति वा अतो गुणे? विधिसूत्रमिति दृश्यते इति भाति। विधिसूत्रमेव। अतो गुणे अङ्गकार्यं भवति वा वर्णकार्यं भवति वा इत्यपि जानाति वा? अस्तु, इदानीं तद्भवतु, सम्यक् एव। वयं यदा सूत्रं पूर्णतया परिशीलयामः तदा वयं विस्तरेण पठामः। द्वितीयसूत्रं किम् इति रामप्रिया भगिनी वदति वा? आम् आं भगिनि, अतेङ्गुणः संज्ञासूत्रमस्ति, संज्ञासूत्रमेव, प्रथम अध्याये अस्ति अदेङ्गुणः, अतो गुणे षष्ठाध्याये अस्ति। यद्यपि दृष्ट्वा समानसूत्रमेव अस्ति, परन्तु अदेङ्गुणः प्रथम अध्याये संज्ञासूत्रम् अस्ति, अतो गुणे षष्ठाध्याये विधिसूत्रम् अस्ति। अस्तु भगिनी, अग्रिमसूत्रं किम्? न, अतो अतो दीर्घो यञि इति अस्ति, तत् कीदृशसूत्रम्? विधिसूत्रं वा? आम्, विधिसूत्रम् अस्ति, वर्ण कोऽपि जानाति वा कस्मिन् अधिकारे अस्ति इति? अङ्गस्य अधिकारे अस्ति, अङ्गस्य अधिकारे अस्ति। राजी भगिनी वदतु अग्रिमसूत्रं, सूत्रद्वयम्। एकनिमिषं भगिनि, वृद्धिरेचि लङ् लङ् लिङ् क्षुबडुदात्तः वृद्धिरेचि कीदृशसूत्रं भवेत् वृद्धिरेचि वृद्धिसूत्रं लङ् लुङ् अङ्गकार्यं भवति वा वर्णकार्यं भवति वा इति ज्ञायते वा वृद्धिरेचि वर्णकार्यं भवति वर्णकार्यं भवति उत्तमं लुङ् लङ् लृङ्षु अडु अडुदात्तः तत्सूत्रं अङ्गस्य अधिकारे अस्ति अङ्गस्य अधिकारे तदपि विधिसूत्रमस्ति अङ्गस्य अधिकारे अस्ति अस्तु मीना भगिनी ससजुषोरुः तत् सूत्रद्वयं वयं पूर्वमेव पठितवन्तः खलु आम् सषजषोरुः विधिसूत्रं वर्णकार्यम् अस्तु करवसानयोर्विसर्जनीयः अपि विधिसूत्रमस्ति अस्तु वर्णकार्यमेव अस्तु हेमा भगिनी अग्रिमसूत्रत्रयमपि वदति वा एकनिमिषं भगिनि आद्गुणः आडजादीनाम् आटश्च इति वयं न पठितवन्तः वा एतावत् न पठितवन्तः इदानीं महोदय एतावत् पर्यन्तमेव पाठितवान् खलु ह्यः मास्तु अस्तु चिन्ता नास्ति अकः सवर्णः दीर्घः इति एकः सूत्रं वयं यः पठितवन्तः ओ अकसवर्णे दीर्घः आं तदपि पठितवन्तः अस्तु इदानीं मीना भगिनी पठ इति अङ्गम् अस्ति ति इति सिद्धप्रत्ययः अस्ति तस्य योजनं कथं भवति इति वदति वा योजनं वर्णमेलनमेव किञ्चित् कार्यं न अस्ति किमपि कार्यं नास्ति तत्र केवलं योजनं केवलं वर्णयोजनं अस्तु पठति अग्रे पठतः पठतः अपि एतदेव किञ्चित् कार्यं न अस्ति वर्णयोजनमेव अस्तु पटयोगः अन्ति पटयोगः अन्ति पठन्ति इति भवति वर्णमेलनम् अस्ति चेत् सवर्णे दीर्घः सूत्रम् अस्ति पठान्ति इति इति न भवति कारणम् अतो गुणो इति सूत्रम् अपवादसूत्रम् अस्ति अकसवर्णे दीर्घः इति सूत्रस्य तत्र अत्र प्रसक्तिः कथम् अस्ति इति वदति वा पूर्णतया अनुवृत्तिसहितसूत्रम् उपयुज्य अत्र पठ अन्ति तत्र कथं तस्य प्रसक्तिः तत्र अस्ति इति वदति वा सवर्णे अकः सवर्णे दीर्घः अनुवृत्तिसहितस्थूलं तत्र स्थूलाक्षरे अस्ति खलु ओके अनुवृत्ति अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायां अचि अचि इति स्वरः अस्ति स्वरः कुत्र अस्ति अचि इत्युक्ते अचि पूर्व पर द्वयोः स्थाने अचि वर्णः अस्ति न अत्र पूर्वपरयोः एकः दीर्घः अत्र अकः इति पदमस्ति प्रथमं तदेव स्वीकुर्मः कस्मिन् कस्यां विभक्त्याम् अस्ति अकः प्रथमविभक्ति. अकः प्रथमा वा अकः? ओ षष्टि, षष्टि अक् एव. अक् प्रथमा, अकः षष्टि. अकः षष्टि पञ्चमी. पञ्चमी अकः अत्र पञ्चमी. पञ्चमी अथवा षष्ठी भवितुम् अर्हति. अत्र पञ्चमी, अकः पञ्चमी. सवर्णे अचि पदद्वयमपि कस्यां विभक्त्याम् अस्ति? सवर्णे सप्तमी विभक्ति, अचि अपि सप्तमी विभक्ति. सप्तमी, सप्तमी इत्युक्ते किं? सप्तमी इति पूर्वकार्यम् अस्ति. आम्, यदि अच् वर्णः परे अस्ति तदा इति अर्थः. अतः अकः इत्युक्ते के के वर्णाः तत्र भवन्ति? ऐ उन् रु लुक्, एते वर्णाः यदि पूर्वम् अस्ति. अनन्तरं सवर्ण अच् वर्णः परे अस्ति. सवर्णः नाम स्थान उच्चारणस्थानं सादृशम् एव. उच्चारणस्थानं कति स्थानानि सन्ति? कण्ठः, तालव्यः, मूर्धन्यः, दन्तः, ओष्ठः. उत्तमं. तत्र अकारस्य अकारस्य अथवा अकारस्य आकारस्य साम्यं भवति खलु? आम्. तथा इकारस्य ईकारस्य, उकारस्य ऊकारस्य, एवं ह्रस्वदीर्घाणां तत्र सवर्णं भवति. अतः अकः सवर्णे अचि परे. यदि अकारः अस्ति तस्य सवर्णः अकारो वा आकारो वा अग्रे भवति. तथा यदि आकारः अस्ति तस्य अनन्तरं सवर्ण अकारोः वा आकारः वा भवति. तदा पूर्वपरयोः इत्युक्ते पूर्व अकः अस्ति, पर अचि अस्ति, द्वयोः स्थाने दीर्घवर्णः भवति. भगिनि, इदम् अचि इति ए ऐ ओ औ अपि अस्ति, तदापि दीर्घः कथं भवति? न न, अत्र तु पूर्वपरयोः तस्य अचि परे भवति, परन्तु सामान्यतः तत्र गुणवृद्धिकार्यं भवति. अतः अकः अकः एव भवति. अतः तस्य अकारस्य दीर्घः आकारः, इकारस्य इकारः, उकारस्य ऊकारः, ऋकारस्य ऋकारः एवं भवति. ए ऐ तदा अपरं सूत्रं कार्यं करोति. तत्र गुणवृद्धिकार्याणि भवन्ति. एतत्तु सामान्यनियमः अस्ति. अतः गुणवृद्धिसूत्राणि यदा भवन्ति तत्र अपवादरूपेण ते कार्यं कुर्वन्ति. अतः अकः सवर्णे अकि एव वास्तविकतया तथा एव भवति. यद्यपि सूत्रम् अचीति अस्ति, तत्र अनुवृत्ति कारणेन अचीति अस्ति, परन्तु वास्तविकतया अकः सवर्णे अकि एव भवति. संहितायाम् इत्युक्ते? संहितायाम् इत्युक्ते वर्णः, वर्णं मेल, वर्णमेलनं, वर्णः नेक्स्ट् ईच् अदर्. यदि वयं वदामः तदा वर्णद्वयोः अतीवसामीप्यं, यत्र मध्ये अन्यवर्णः वा अथवा मध्ये किञ्चित् विरामः वा किमपि नास्ति. यदि झटिति अनन्तरवर्णं वदामः तदा संहिता भवति. संहिता अस्तु, संहितायाम् इति अधिकारे अस्ति. अतः संहिता इत्युक्ते तत्रैव सन्धिकार्याणि भवन्ति. अत्र संहितायाम् अधिकारे सवर्णदीर्घ सन्धिविषये अस्ति सूत्रं. सामान्यनियमः अस्ति अकसवर्णे दीर्घः. अस्तु, इदानीं अत्र अकसवर्णे दीर्घः कार्यं करोति वा? न करोति, यतः अतो गुणे इति अपवादसूत्रमस्ति. कोऽपि नूतनः आगत पुष्पा वा? अस्तु, स्वागतम्. अतो गुणे अस्ति, हेमा भगिनी वदति वा अतो गुणे इति सूत्रस्य अपि अत्र प्रसक्तिः अस्ति वा इति, अनुवृत्तिसहितसूत्रं दृष्ट्वा. एकनिमिषं भगिनि, पुनः पृच्छतु म्यूट् मध्ये. अस्मिन् पठ ति इति पठ अन्ति इति स्थितिः अत्र अकसवर्णे दीर्घः कार्यं करोति इति वयं परिशीलितवन्तः. निमित्तं सर्वम् अस्ति, पूर्वम् अकारः अस्ति, अनन्तरमपि अकारः अस्ति, अतः पूर्वपरयोः दीर्घः एव भवति इति वदति अकसवर्णे दीर्घः इति सूत्रम्. अतः पठ अन्ति पठान्ति इति भवितुम् अर्हति. परन्तु अत्र अतो गुणे इत्यपि सूत्रम् अस्ति, तस्य प्रसक्तिः अस्ति वा इति अनुवृत्तिसहितसूत्रं दृष्ट्वा वदतु. आं भगिनि, अतो गुणे एव अत्र कार्यं करोति. अतो गुणे तु अपवादसूत्रम् अस्ति. अतो गुणे गुणवर्णाः सन्ति अ ए ओ इति. पठ तु पदं नास्ति, अन्ते अकारः अस्ति, तर्हि अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् इति. तर्हि प्रथम अकारस्य अनन्तरं द्वितीय अकारस्य स्थाने केवलं द्वितीय अकारः एव तिष्ठति इति सूत्रं वदति. अतः गुणे इत्युक्ते किम्? गुणे इत्युक्ते गुणवर्णाः आगच्छन्ति, अ ए ओ गुणवर्णः अस्ति. परे तु गुणवर्णः एव अस्ति अन्ति. तर्हि सूत्रसङ्ख्या दृष्ट्वा पूर्वसूत्रं किं परसूत्रं किम्? न, सूत्रसङ्ख्या न द्रष्टव्यं, यतोहि सूत्रसङ्ख्याम् अकः सवर्णे दीर्घः अधिकः अस्ति. परन्तु यदि अकः सवर्णे दीर्घे कार्यं करोति तर्हि अतो गुणे सूर्यस्य कार्य प्रसक्तिः एव न आयाति, तत्र तत् तु निरवकाशः भवति. अतः अतो गुणे एव स्वीकर्तव्यम्. ओ, अति उत्तमं. सम्यक् वा? बहु सम्यक्. तद् ज्ञापयितुमेव अहं सर्वं पृष्टवती. अस्तु, वृद्धिरेचि इत्यपि एकं सूत्रम् अस्ति, तस्यापि प्रसक्तिः अत्र अस्ति वा महोदय, विद्याशङ्कर महोदय? एकनिमिषं, मम प्रश्नः अस्ति यत् अपदन्तात् इति पदस्य अपदं पदम् इति उक्ते पठन्ति एव पदं, पठन्ति एव पदं किल, सुप्तिङन्तं पदम् इति अस्ति. पठन्ति इति यदा भवति, पठन्ति अन्तिम इकारः पदान्त इकारः, परन्तु पठ इति तत्र अङ्गस्य अन्तिम अकारः तु अपदान्त अकारः, अङ्गं पदं नास्ति. अनन्तरं यदि पट इति अङ्गं निर्माणं कृत्वा अनन्तरम् अन्ति योजयित्वा यदि परिशीलयामः तदा पठन्ति इति यदा भवति तत्र अन्तिम इकारः तु पदान्त इकारः. अत्र अपदान्ते अतः अस्ति चेत् पूर्वम् अपदान्त अतः परे गुणे अस्ति चेत् एकं रूपम् एकः एवं वा, एकः पररूपं तिष्ठति. पररूपं तत्र पूर्वपरयोः एकः पररूपं, पूर्वत्र अकारः अस्ति, अत्र परे अपि अकारः अस्ति, द्वयमपि गच्छति तत्र पर अकारः तिष्ठति अनन्तरं द्वयोः स्थाने एकः वर्णः तिष्ठति भगिनि तस्मिन् समये पठ अकार अन्ते अकारः अस्ति तदनन्तरम् अत्र तु अकारः एव अस्ति परन्तु गुणे इत्युक्ते अन्यवर्णाः आगन्तुं न शक्नोति किल ए ओ यदि पठ अनन्तरम् एकारस्य किमपि भवति तदा अपदान्त आकारः अस्ति चेत् तत्र भवितुम् अर्हति अ ए एव तिष्ठति परन्तु अयोगः ये वृद्धिसन्धि भवति खलु तत्र न वा तत्तु तत्र परिशीलनीयं पदान्ते अस्ति वा अपदान्ते अस्ति वा इति अस्तु अस्तु वृद्धिसन्धिः तु पदान्ते अस्ति वा अपदान्ते अस्ति वा इति अतः एव अपदान्तात् इति अस्ति अस्तु ओके वृद्धिरेचि इति सूत्रमस्ति मया पूर्णतया न अवगतम् अहं पठामि अत्र यत् लिखितं पूर्णतया पठतु यदि न अवगतवान् पूर्णतया पठतु वृद्धिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक एकादेशः स्यात् वृद्धिः प्रथमान्तम् एचि सप्तम्यन्तं द्विपदम् इदं सूत्रम् आग्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इति अनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायां यथा पूर्वस्मिन् सूत्रस्य फार्मेट् यथा आसीत् आत् आकारः एचि अत्र अकारः एव अकारस्य पञ्चमी विभक्ति आत् भवति अकारस्य ह्रस्व वा अवर्णान्तात् इति अस्ति खलु अकारः ह्रस्व वा दीर्घ वा भवितुम् अर्हति अकारात् पञ्चमी एचि सप्तमी ए ए ओ ए ऐ औ ए ओ ऐ औ ए ओ ऐ औ एचि परे अस्ति चेत् अपूर्वम् अस्ति ए ओ ऐ औ औ परे अस्ति चेत् एकः वृद्धिः यद्वृद्धिः अस्ति तत् संहितायां तस्य आदेशः अस्ति वृद्धिः इत्युक्ते वृद्धिः इत्युक्ते कः इति अष्टाध्याय्यां प्रथमसूत्रमेव वदति वृद्धिरादै अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति वा वृद्धिरेचि सूत्रस्य अत्र पूर्वम् अ अस्ति परन्तु परे अन्ति अस्ति किल अन्ति इत्यस्य अकारः एव अस्ति एच् वर्णः अस्ति वा एचि प्रत्याहारे नास्ति एच् प्रत्याहारे नास्ति अत्र अस्मिन् सन्दर्भे नास्ति परन्तु यथा भवान् उक्तवान् अकारः अनन्तरं एकारः अस्ति अन्यत्र कुत्रापि तत्र एव तिष्ठति अकारः गच्छति पूर्वपरयोः स्थाने एकार अकारस्य एकारस्य योगे ऐकारः भवति वृद्धिरेचिसूत्रेण अत्र न भवति किल अत्र न अत्र वृद्धिरेचिसूत्रस्य प्रसक्तिः नास्ति परन्तु वृद्धिरेचिसूत्रं यदि अकारः अस्ति अनन्तरम् एकारः अस्ति इति चिन्तयतु तर्हि सामान्यतः वृद्धिकार्यं भवति खलु वृद्धिसन्धिः भवति वयं पूर्वं पठितवन्तः वृद्धिसन्धिः इति भाषावर्गेषु प्रायः पठितवन्तः भवन्तः तत्र तु वृद्धिकार्यं भवति परन्तु यदि तथा एव स्थितिः अस्ति परन्तु अपदान्त अकारः अस्ति, अनन्तरम् एकारः अस्ति इति चिन्तयतु. तदा वृद्धिरेचि कार्यं न करोति, अतोगुणे एव कार्यं करोति. अवगतं? वृद्धिरेचि सर्वत्र कार्यं करोति, अतोगुणे तु अपदान्ते एव कार्यं करोति. यथा आकर्षवर्णे दीर्घः सर्वत्र सामान्यसूत्रमस्ति, वृद्धिरेचि अपि सामान्यसूत्रमस्ति, परन्तु अतो गुणे अपदान्तविषये एव भवति. इत्युक्ते वृद्धिरेचि वा अपवादसूत्रं वा? न, वृद्धिरेचि इति सामान्य उत्सर्गसूत्रमस्ति, सामान्यनियमः. अतो गुणे अपवादः, द्वयोः अपि अपवादः, अकसवर्णे दीर्घस्य अपि अपवादः, वृद्धिरेचि इति सूत्रस्य अपि अपवादः. अत्र तस्य उदाहरणं नास्ति प्रसक्तिः वृद्धिरेचि इत्यस्य, परन्तु यत्र कुत्रापि अपदान्त अकारः अस्ति, अनन्तरं ए ओ ऐ औ वर्णाः भवन्ति, तत्र तु न, ए ओ वर्णः भवति, गुणवर्णः भवति. तत्र अपदान्तस्य अकारस्य अनन्तरं यदि एकारः ओकारः वा भवति, तत्र तु अतो गुणे एव कार्यं करोति, न तु वृद्धिरेचि. अवगतम्? अत्र अत्र सङ्घर्षः तु अकसवर्णे दीर्घः इति सूत्रस्य अतो गुणे इति सूत्रस्य. अतः अतो गुणे अपवादसूत्रमस्ति. अतः यद्यपि पूर्वसूत्रमस्ति, तथापि कार्यं करोति, निरवकाशं भवति इति कारणेन यदि न कार्यं न करोति. अवगतं वा? आम् भगिनि. अस्तु, पटयोगः अन्ति, पठन्ति न भवति, पठन्ति एव भवति. अनन्तरं पठसि, पठथः, पठथ, तत्र सर्वत्र विशेषकार्याणि न सन्ति, केवलं योजनम्. अस्तु, तर्हि रामप्रिया भगिनी वदति वा, पठमि इति योगे किं भवति इति? पठयोगमि पठामि भवति, अतो दीर्घ यङि अत्र कार्यं करोति सूत्रं. यङि अनुवृत्ति, अतः अङ्गस्य दीर्घः यङि सार्वधातुके, अतः षष्ट्यन्तम्, अतः स्थाने अङ्गस्य दीर्घः अस्ति चेत् दीर्घः यङि सार्वधातुके, यङि प्रत्याहारे यवरलः षष्ट्यन्तम्, तत्र अतः अङ्गस्य षष्ट्यन्तम्, षष्ट्यन्तम् यङि सप्तमी, सप्तमी इत्युक्ते परकार्यं न परे अस्ति चेत् तत्र पूर्वकार्यं पूर्वकार्यं यञि इति प्रत्याहारः यवरल ज्ञामाङ नान जब, अत्र तु मी अस्ति, मी यञि प्रत्याहारे अस्ति अस्ति चेत् इति वदति, यञि की विभक्तिः का? यञि सप्तमी विभक्ति, कार्यं पूर्वं भवति, कार्यं पूर्वं भवति, दीर्घं दीर्घम् आकारः, पठामि आकारः, अतः दीर्घः आदेशः भवति. कीदृश यञि प्रत्याहार यञि प्रत्याहारवर्णः प्रथमं भवतु, कीदृशप्रत्ययः भवतु इत्यपि नियमः अस्ति वा तत्र? सार्वधातुके अत्र सार्वधातुकप्रत्ययः वा? आम् लट् लकारः सार्वधातुकः. अस्तु, मि इति सार्वधातुकप्रत्ययः, तस्य मकारः यञ् प्रत्याहारे अस्ति वा? अस्ति, मकारः अस्ति. मकारः यञ् प्रत्याहारे अस्ति. अस्ति. अकार पट इति आदन्त अकारान्तम् अङ्गम् अस्ति. अस्ति अस्ति. चतुर्षु लकारेषु भुआदि दिवादि तुदादि चुरादि गणीयधातूनाम् अकारान्तमङ्गमेव भवति. तत्र सर्वत्र अतो दीर्घो यञ् सूत्रं कार्यं करोति. सम्यक्. परन्तु अन्येषु गणेषु कार्यं न भवति. उदाहरणं शक्नो ति एव तथा अन्येषु गणेषु लिखति भवति, परन्तु अन्यत्र दीर्घः न भवति. अतो दीर्घो यञ् कार्यं न करोति. अतः अङ्गस्य दीर्घः यञ् सार्वधातुके इति अस्ति. अतः एव अकारस्य आकारः भवति पठामि इति भवति. अत्र सार्वधातुक लकार विषयं सूचयति न प्रत्ययति कथं सिद्धम्? किं सार्वधातुक पदम् अत्र लकारं सूचयति न तु प्रत्यय प्रत्ययं प्रत्ययः एव सार्वधातुकः. अत्र तु सार्वधातुकः परन्तु अङ्गम् अदन्तम् अङ्गं तु चतुर्षु गणेषु एव भवति खलु. भुआदि दिवादि तुदादि चुरादि गणेषु एव अतः इति नियमः अतः अङ्गस्य इति अस्ति. अतः अकारान्तम् अङ्गम् अकारान्तमङ्गं तु चतुर्षु गणेषु भवति. अत्र यञ् प्रत्याहार वर्ण यस्य आदि भवति तादृश सार्वधातुकप्रत्ययः अपि भवेत्. नियमद्वयमपि अस्ति. अतः अङ्गम् इति कारणेन चतुर्षु गणेषु भवति. सार्वधातुक प्रत्ययः यदि अग्रे अस्ति यञ् प्रत्याहार तत्र कार्यं करोति अतो दीर्घो यञ्. अस्तु, स्पष्टम्? स्पष्टम्. पठावः पठामः अपि समानकार्यमेव. अतः नवस्थानेषु पञ्च केवलं योजनमेव. अत्र प्रथमा बहुवचनं उत्तमपुरुषे प्रथमपुरुषे बहुवचनम् उत्तमपुरुषस्य एव सूत्रस्य कार्यं भवति. अति सुलभम् अस्ति. अत्र तत्र अतो गुणे अत्र सर्वत्र अतो दीर्घो यञ्. अस्तु. न भगिनि, इट् इस् लोट् लकारः अत्र अकः सवर्णदीर्घः इति कार्यं करोति किल? न, अहम् इदानीं लट् लकारविषये वदामि. तत्रापि ऐ मीन् सर्वत्र प्रथमपुरुष बहुवचने अतो गुणे लट् लकारस्य लोट् लकारस्य अपि उत्तमपुरुष एकद्विवचन बहुवचन सर्वत्र अकसवर्णे दीर्घः. अतः चतुर्षु स्थानेषु सूत्राणां कार्यं भवति. अन्यत्र सर्वत्र मेलनमेव. अस्तु. न, अतो दीर्घो ययि लोट्लकारे न लोट्लकारे कार्यं न करोति किल? क्षम्यताम्, अहं लट्लकारविषये एव वयम् इदानीं परिशीलितवन्तः. लोट्लकारविषये अग्रे परिशीलयामः. अहं यद्वदामि तत् सर्वं लट्लकारविषये एव. न, लट्लकारस्य नव स्थानानि सन्ति. तत्र चतुर्षु स्थानेषु सूत्रद्वयं कार्यं करोति तावदेव. अतो गुणे अतो दीर्घो यञ् लोट् लकारविषये पुनः परिशीलयामः. अस्तु. आं भगिनि. लोट् लकारे अपि स्थानचतुष्टयमेव, परन्तु तत्र कीदृशसूत्रं कार्यं करोति इति परिशीलयामः. अस्तु, तर्हि पुष्पा भगिनी लोट् लकारस्य सिद्धप्रत्ययाः के के इति वदति वा? अतो गुणे अकः न लोट् लकारस्य सिद्धप्रत्ययाः लट् लकारे तीतः अन्ति सीथ अन्तु अथवा तात् तु अथवा तात् ताम् अन्तु शून्य अथवा तात् तं ता आनि आव आम. उत्तमम्. अत्र तु तां तत्र तु किं भवति तु योजनेन पठतु पठतु कोऽपि योजनं न करोति किमपि कार्यं तत्र नास्ति पठतु एव पठतात् अपि समानं पठतां अस्तु समः पठतां न कोऽपि योजनं करोति केवलं योजनं नूतनकार्येण न अस्तु पठ अन्तु किं भवति पठ अन्तु अतो गुणे अतो गुणे उपयोजनं करोति. अत्रापि अकसवर्णे दीर्घः अपि कार्यं कर्तुं शक्नोति वा अकस्य प्रसक्तिः अस्ति वा अकसवर्णे दीर्घः इति सूत्रस्य न न न वर्णे न प्रसक्तिः अस्ति न न पठ अन्तु इत्यत्र प्रसक्तिः तु अस्ति परिशीलयतु अकसवर्णे दीर्घः इति अस्ति अकः इति अस्ति अतः अत्र अकारः अपवादः अस्ति सवर्ण दीर्घः अस्ति परन्तु अतो गुणे परे अपवादः अस्ति किमर्थम् अपवादः अस्ति इति वदति तत्र किमर्थम् अकसवर्णे दीर्घः न कार्यं करोति किमर्थं कारणं किं पररूपगणे गुणे परे अतः गणे गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः न कार्ये कारणं किम् इत्युक्ते अकसवर्णे दीर्घः इति सूत्रस्य तत्र नियमाः अपि अत्र सन्ति परन्तु अतो गुणे इत्यत्र अपदान्त अकारः अस्ति अत्र अपदान्त अकारः अस्ति इति कारणेन अतो गुणे एव कार्यं करोति अकसवर्णदीर्घस्य दीर्घः इति सूत्रस्य प्रसक्तिः यद्यपि अस्ति तथापि अपवादसूत्रम् इति कारणेन अतो गुणे एव कार्यं करोति. अस्तु, इदानीं रामप्रिया भगिनी पट मध्यमपुरुषे किं रूपं भवति इति वदति वा? पटयोग शून्यं पट एव अस्ति पटयोगतं पठतं पटयोगः थ पठत किमपि विशेषकार्यं नास्ति योजनमेव मध्यमपुरुषे केवलं योजनमेव लोट् लकारे लोट् लकारे अनन्तरं पट आनी किं भवति पटयोग योगः आनी पठानि भवति अत्र अकः सवर्णे दीर्घः इति सूत्रं कार्यं करोति पट अपदान्ते अकारः अन्तिमवर्णः अस्ति आनि अत्रापि आकारः अन्तिमवर्णः अस्ति तस् द्वयोः वर्णस्य स्थाने आकारः दीर्घ आकारः आगच्छति अत्र अपि अतो गुणे कार्यं न करोति वा अतो गुणे अतो गुणे कार्यं न करोति अत्र करोति चेत् पठनी अत्र पठनी एव भवति किल पठानि सूत्रस्य नियम तत्र सर्वम् अस्ति वा यद् आवश्यकम् अस्ति पदान्तात् अस्ति अतः गुणः अस्ति गुण एव अस्ति आ ए ओ आनि अपि अस्ति पूर्वपरयोः स्थाने एकः पररूप एकादेशः न भवति पररूपम् एकक्षणं भगिनि गुणवर्णाः के गुणवर्णाः आ ए ओ ह्रस्वाकारः ह्रस्वाकार ओहो ओके सूत्रस्य प्रसक्तिः एव प्रसक्तिः एव नास्ति अवगतम् अवगतम् अतः अकसवर्णे दीर्घः एव कार्यं कर्तुं कार्यं करोति अस्तु उत्तमम् इदानीं सम्यक् अवगच्छति खलु आमामां धन्यवादः अस्तु पठानि पठाव पठाम समानकार्यं समानकार्यम् अकसवर्णे दीर्घः एव अत्र कार्यं करोति अतो दीर्घो यै अतो दीर्घो यै प्रत्याहारः यवरलमणनं न अस्ति किल आनि आव आम अस्ति आ दीर्घ आ यङि प्रत्याहारे तत् वर्णः नास्ति अतः नास्ति अतो गुणे अतो दीर्घो यै किमपि अत्र तयोः कार्यम् अत्र न भवति अत्र वृद्धिरेचि भवितुम् अर्हति वा वृद्धिरेचि एचि पर एचि ए ओ ऐ औ एव एच् सम्य प्रत्याहारे अस्ति तदपि अत्र नास्ति किल आ अस्ति अस्तु इदानीं पूर्णतया वयं परिशीलितवन्तः अकसवर्ण सवर्णे दीर्घः एव अत्र कार्यं कर्तुं कार्यं शक्नोति अस्तु उत्तमं भगिनि इदानीं लोट् लकारस्य अपि वयं जानीमः रूपाणि तत्र योजयित्वा कथं भवति इति तत्र रूपाणि पूर्णतया वदति वा लोट् लकारे पठतु पठतु पठतां पठन्तु पठ पठतं पठथ पठानि पठाव पठाम अत्र मध्यमपुरुषे बहुवचनं पठत इति अल्पप्राणतकारः एव पठानि पठाव पठाम उत्तमं भगिनि अस्तु इदानीं लङ् लकारं परिशीलयामः वा अस्तु राजी भगिनी लङ् लकारस्य सिद्धप्रत्ययाः के इत् ताम् अन् इस् तं त अं वा म अस्तु अत्र तत् प्रथमं किं सूर्यं किं सूत्रम् अत्र कार्यार्थम् आगच्छति प्रथम अङ्गं लुङ् लङ् लृङ् क्षवडुदात्तः सूत्रं लुङ् लुङ् षडुदात्तः लुङ् लङ् लृङ् षु अट्दात्तः इति पदच्छेदः अस्ति अतः लुङ् लङ् लृङ् षडुदात्तः इति वक्तव्यं सूत्रं पूर्वं कार्यं करोति अङ्गस्य परे एव अकारः आगच्छति अङ्गस्य परे वा पूर्वमेव अङ्गस्य आदौ अङ्गस्य आदौ अकारः आगच्छति अतः अपठ अपठ इति अङ्गं भवति अपठयोगः त अपठत अपठ लुङ् लङ् लृङ्षु अडुदात्तः सूत्रस्य तत्र अनुवृत्तिसहितसूत्रं तत्र अत्र सर्वम् अस्ति वा इति परिशीलयति वा अङ्गस्य अट् उदात्तः लङ् लुङ् लृङ्क्ष आम् अस्ति अत्र पठतु अङ्गम् अस्ति अतः कीदृशम् अङ्गम् अस्ति कीदृश अङ्गम् इत्युक्ते कस्य लकारस्य लङ् लुङ् लङ् लक् लङ् लकारस्य अत्र लङ् लकारः अतः एतत् सूत्रं तु लुङ् लकारे लङ् लकारे लुङ् लकारे कार्यं करोति. भवन्तः प्रायः लृङ् लकारं पठितवन्तः वा? पठितवन्तः. रूपाणि कथं भवति? पठिष्यति अपठिष्यत् अपठिष्यत् अपठिष्यत् इति भवति खलु. यदि सः विद्यालयम् अगमिष्यत् इत्यादि वाक्यानि यदि सम्यक् अपठिष्यत् तर्हि उत्तम अङ्कानि प्राप्नोति इति एवं तत्र अभविष्यत् अगमिष्यत् इत्यादि रूपेषु अकारः श्रूयते खलु. तदपि लङ् लृङ् लुङ् लङ् लृङ् षडुदात्तः सूत्रेणैव भवति. अतः लुङ् लकारं तु अभूत् अगमत् इति भवति. तत्तु प्रायः न दृष्टवन्तः. तत्रापि पूर्वम् अकारः भवति. अतः लुङ् लकारे लङ् लकारे लृङ् लकारे पूर्वं यः अकारः भवति एतेन सूत्रेणैव भवति. अत्र लङ् लकारः अस्ति. लङ् लकारस्य अङ्गम् अस्ति पठ. अतः एव अस्य सूत्रस्य प्रसक्तिः अस्ति. अत्र किम् आगच्छति तत्र? अकारः आगच्छति. अकारः अट् इति अस्ति. आगमः भवति. आद्यन्तौ टकितौ इनि अनेन सूत्रेण अकारः पूर्वम् आगच्छति. अत्र टकारः इति टित् अस्ति खलु. अट् इति टित् अस्ति. अतः पूर्वम् आगच्छति. पट इति अङ्गम् अस्ति. अङ्गस्य पूर्वम् अङ्गस्य आगमः अङ्गस्य पूर्वम् आगच्छति. अतः अपठ इति आगमसहित अङ्गम् अपठ योगः तकारः अपठत् अपठ योगः ताम् अपठताम् अपठत योगः अन् किं भवति? अपठन् भवति. अतो गुणे सूत्रं अत्र कार्यं करोति. कं सूत्रं प्रबाध्य? अकः सवर्णदीर्घसूत्रं प्रबाध्य अतो गुणे कार्यं करोति. अस्तु. अपटयोगः सकारः किं भवति इति विद्याशङ्करमहोदय वदति वा? अपटयोगसकार अपठस् इति प्रथमं भवति. अनन्तरं सहस्रजुषो रुः इति सूत्रात् सकारस्य स्थाने रुकारः, तस्य उकारस्य लोपः रकारस्थाने विसर्गः आगच्छति. सहस्रजुषो रुः सर्वत्र कार्यं करोति वा? यत्र कुत्रापि सः सकारः अस्ति अथवा कस्मिन् कुत्र अङ्गस्य भवति वा पदस्य भवति वा जानाति वा? पदस्य अन्ते पदान्तसकारः अस्ति. अत्र पदं कथं भवति? सिङन्तं सुबन्तं पदम्. सकारः तु सिप् प्रत्ययस्य स्थाने एव अस्ति. सिप् तु तिङ् अस्ति. अतः सुप् तिङन्तं पदम् इत्यनेन पदसंज्ञा अस्ति अत्र. अपठस् इति रूपस्य पदसंज्ञा अस्ति. अतः एव ससजुषोरुः कार्यं करोति. सत्यम्? अतः परिशीलनीयम् अत् पूर्वं तत्र अपदान्तात् इति अस्ति खलु. तत्र अतो गुणे सूत्रे अपदान्तात् इति अस्ति. अतः पदान्ते इति अस्ति. अत्र पदान्तः अस्ति. अन्यत्र यदि सकारः भवति न तत्र ससजुषोरुः कार्यं न करोति. पदमध्ये यदि भवति. अस्तु. मध्यमपुरुष भगिनि एकवारम् अत्र अपटस् इति अपट इति अत्र सकारः नियोजयामः खलु भगिनि अत्र अपटस् इति सकारः पदान्तसकारः अस्ति अतः एव सजुषोरुः कार्यं करोति अस्तु नो चेत् पट लट् लकारे परिशीलयतु पट योगः सि इति अस्ति तत्रापि सकारः अस्ति सर्वत्र सकारस्य रु न कुर्मः यतोहि पदान्तसकारः नास्ति सः पटसि इत्यत्र अग्रे इकारः अस्ति अत्र इकारः नास्ति पदान्त अन्ते पदसंज्ञा अपि अस्ति अपटस् इति यदा रूपं भवति तत्तु पदान्तसकारः भवति पदसंज्ञा भवति यतोहि सि तु तिङ् प्रत्ययः अस्ति इदानीम् अङ्गस्य तिङ् प्रत्ययस्य योजनेन पदसंज्ञा भवति तिङन्तं पदम् इति सूत्रेण सत्यम् अस्तु अपठतम् अपठत तु वर्ण केवलं योजनमेव संयोजनम् अतः अपठ अम् किं भवति इति पुष्पा भगिनी वदति वा भगिनि एकवारं पृष्ठं प्रश्नं अपट अम् लङ्लकारे उत्तमपुरुषे एकवचनं अतोगुणे अतोगुणे अपवादे अपटम् आगच्छति पदान्त अपदान्त अपदान्तात् अतः गुणे पदे अत्र अपट इत्यत्र अन्तिम अकारः अपदान्त अकारः अस्ति अतः यद्यपि अकसवर्णे दीर्घः अपि कार्यं कर्तुं शक्नोति अत्र अपदान्त अकारः इति कारणेन अतो गुणे इति सूत्रं कार्यार्थम् आगच्छति अतः अकारस्य अकारस्य योगे पर अकारः एव तिष्ठति अपठम् इति भवति अवगतम् अस्तु हेमा भगिनी अपट योगः वा किं भवति अपट योगः वा अथो दीर्घो ययि अत्र कार्यं करोति यतोहि अपदात् अकारः अस्ति पूर्वं तदनन्तरं ययि वर्णः अस्ति वकारः अतः पूर्ववर्णं दीर्घं भवति अकारः आकारः इति भूत्वा अपठाव इति भवति उत्तमं वव तु सार्वधातुक ययि प्रत्याहारस्य वर्णः अस्ति सार्वधातुकम् अपि वक्तव्यं सार्वधातुकप्रत्ययः अस्ति तस्य वकारः ययि प्रत्याहारवर्णे अस्ति वर्णः अस्ति अपठाम अपि समानरूपं समानकार्यं अस्तु अत्र लङ्लकारे सर्वत्र एकं सूत्रं कार्यं करोति तत् किम् लुङ् लङ् लृङ् षु अड् उदातः लुङ् लङ् लृङ् षु अड् उदातः इति सूत्रं सर्वत्र कार्यं करोति अतो गुणे स्थानद्वयं कार्यं करोति प्रथमपुरुषे बहुवचने पुनः उत्तमपुरुषे एकवचने अतो दीर्घो ययि अपठाम अपठाम उत्तमपुरुषे द्विवचने बहुवचने ससजुषोरुः खरावसानयोर्विसर्जनीयः मध्यमपुरुषे एकवचने अपटः इति आयाति सर्वत्र अकारं योजयामः अनन्तरं पञ्चस्थाने परिवर्तनं भवति अन्यत्र केवलं योजनमेव संयोजनमेव खलु अस्तु अस्तु इदानीं विद्याशङ्कर् महोदय, लोट् लकारस्य सिद्धप्रत्ययाः, क्षम्यतां, लोट् कृतवन्तः, लङ् अपि कृतवन्तः, विधिलिङ्ग् लकारस्य सिद्धप्रत्ययः इत् इतां इयुः, इः इतम् इत, इयम् इव इम. अत्र सर्वत्र एकं सूत्रं कार्यं करोति खलु, आद्गुणः. तत् सूर्य तस्य सूत्रस्य प्रसक्तिः अत्र कथं भवति इति वदति वा, अनुवृत्तिसहितसूत्रं दृष्ट्वा? आम्, एकवारं पठामि वा सूत्रं पूर्णतया? आद्गुणः पूर्णतया यदि पठितुम् इच्छति पठतु. आद्गुणः अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः, यत् अकारात् अकारः चेत् कार्यं बाधितम्, अकः सवर्णे दीर्घः इत्यनेन. अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च. आत् अकारस्य पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अस्ति आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. तत्र पूर्वम् आकारः अस्ति, अपि परे अच् वर्णः अस्ति चेत् ह्रस्वः अपि भवितुमर्हति, दीर्घः अपि भवितुमर्हति. अग्रे अस्तु, पूर्वम् अ परे अच् वर्णाः सर्वे स्वराः इच्छन्ति चेत् तयोः स्थाने पूर्वस्थाने एकः गुणः संहितायाम् आदेशः. अत्र अत्र अचि वर्णे अकारः आकारः विहाय किल, नो चेत् सवर्णदीर्घ अकारस्य अनन्तरम् अकारः एव यदि भवति तदा सवर्णदीर्घ सन्धिः एव भवति, अकसवर्णे दीर्घः एव भवति. अतः अकारस्य अनन्तरं यदि इकारः ईकारः तादृशवर्णाः भवन्ति चेत् तथा एव आद्गुणः इति सूत्रं कार्यं करोति. अत्रापि इकि इति एव फलितः इति फलितार्थः इति अस्ति खलु? आमाम्, ए ओ ऐ औ आ विहाय सर्वे स्वराः. यदि अकारं यदि आगच्छति अकसवर्णे दीर्घः कार्यं करोति, इक् आगच्छति चेत् आद्गुणः कार्यं करोति. अनन्तरम् अचि इति यत्र अकारः अस्ति, इक् वर्णाः सन्ति, अनन्तरम् एच् वर्णाः सन्ति. एच् वर्णाः भवन्ति चेत् तत्र कस्य सूत्रस्य प्रसक्तिः भवति? वृद्धिरेचि. तत्र वृद्धिरेचि कार्यं करोति. अतः पूर्वं यदि अवर्णः अस्ति अनन्तरम् अकारः एव अवर्णः एव भवति तदा अकसवर्णे दीर्घः. इक् प्रत्याहारवर्णाः आद्गुणः, एच् प्रत्याहारवर्णः वृद्धिरेचि. अस्तु, अतः यद्यपि सूत्रे अचि इति अस्ति तथापि अकसवर्णे दीर्घः इत्यत्र अपि अचि इत्येव अस्ति, परन्तु तत्र अचि इत्येव अस्ति परन्तु तत्र केवलं सवर्णः एव भवति, अकि इत्येव भवति खलु तथा. अत्र इकि तस्मिन् अन्तर्भूतम् अस्ति, इ इ उ उ केवलं किल, तत्सर्वं तत्र इक् प्रत्याहारे अस्ति. अतः एव अकारस्य इकारस्य योगे एकारः, अकारस्य उकारस्य योगे ओकारः, अकारस्य ऋकारस्य अकारः भवति, अनन्तरम् उरण्ड्रपरः इति अनेन अकाररेपः भवति, अर् इति भवति, तथा एव अल् इति. सूत्रम् अस्ति वा? गुणः तु गुणसन्धिसूत्रम् अस्ति. अकसवर्णे दीर्घः सवर्णसन्धि यति इति यद्वयं पठि भाषा वर्गेषु पठितवन्तः तस्य सूत्रमेव अकसवर्णे दीर्घः. आद्गुणः वृद्धिसन्धिः, गुणसन्धिः वृद्धिरेचि वृद्धिसन्धिः, तत्सर्वं पदान्ते अपि कार्यं करोति. सामान्यसूत्रमस्ति, पदान्ते अपदान्ते सर्वत्र भवति, परन्तु तत्र अतो गुणे तु अपदान्ते एव भवति. भगिनि, उरण्ड्रपरः परिभाषासूत्रं वा? पुरण्ड्रपरः परिभाषासूत्रं न, यत्र यदि गुणवर्णं योजयामः तत्र यत्र रेपस्य स्थाने अन्यवर्णः आदेशः भवति, सः वर्णः रपरः भवति, तस्य अनन्तरं रेपः भवति इति वदति. तदपि विधिसूत्रमेव. अस्तु भगिनि, अलेङ्गुणः आद्गुणः सूत्रस्य भेदः कः? संज्ञासूत्रम् अन्यत् विधिसूत्रम्. अदेङ्गुणः संज्ञासूत्रम्. तत्र सूत्रत्रयमपि यदि परिशीलयति समान आकारः भवति, अतो गुणे अदेङ्गुणः आद्गुणः इति. परन्तु अत्र आत् गुणः इति सूत्रस्य गुणः एव आदेशः. अस्तु, परन्तु गुणसन्धिः यत्र भवति तत्र गुणवर्णः आदेशः. अतो गुणे इत्यत्र गुणवर्णः परे अस्ति, अतः पररूपं भवति. अदेङ्गुणः तु संज्ञासूत्रं, गुणः नाम कः इति वदति. अदेङ्गुणः तु भिन्न प्रथम अध्याये अस्ति. संज्ञासूत्राणि अधिकतया प्रथमाध्याये भवति, तत्र प्रथमाध्याये द्वितीयसूत्रमेव अदेङ्गुणः. अतो गुणे आद्गुणः तु संहितायाम् इति अधिकारे अस्ति, तत्र आद्गुणः गुणसन्धि, अतः आदेशः एव गुणः. अतो गुणे इत्यत्र परे गुणवर्णः अस्ति इति अर्थः. अवगतम् इदानीम्? अवगतम्. भगिनि, एकः संशयः. आत् इति ह्रस्व अकारः दीर्घ इकारः एव, अत् इति ह्रस्व इकारः एव वा? कुत्र पृच्छति? आत् इति आद्गुणः इत्यस्य तत्र आद्गुणः इत्यस्य तत्र आत् इति दीर्घ आकारः इति अर्थे नास्ति. अकारस्य पञ्चमी विभक्ति आत् इति भवति खलु, बालक बालकात् भवति, तथा अत्र तु पञ्चमी विभक्तिः भवति. अवर्णात् इति अत्र पश्यतु, अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः. अवगतम्? अत्र आत् पञ्चम्यन्तम्, अकारस्य पञ्चम्यन्तम्. ह्रस्व वा दीर्घ एव ह्रस्व भवितुमर्हति, दीर्घः अपि भवितुमर्हति. एकमेव भवितुं तो किं सपरस्य कार्यं करोति चेत् अत्र सपरकरणं नास्ति. आत् इति यद्यपि अस्ति तथापि तकारः तपरकरणार्थं नास्ति. केवलं पञ्चमीविभक्ति अन्तम् अस्ति, अतः आत् इति भवति. अत्र तपर तपर तकारः नास्ति. अवगतम्? अवगच्छ. उत्तमः प्रश्नः एव, परन्तु अत्र आत् यद्यपि दृष्ट्वा आकारः दीर्घ आकारः इति चिन्तयामः, परन्तु तथा न. अत्र पञ्चमी अन्तम्, अतः एव पञ्चमी आकारस्य अनन्तरम् इति भवति. अतः एव आत् अचिपरे पूर्वपरयोः एकः गुणः. अत्र आत् यदि भवति तपर्णं तपरकरणम् इति स्वीकरोति तत्तु प्रथमान्तं भवति. अत्र तु गुणः एव, एकः गुणः एव प्रथमान्तं, सः एव आदेशः. आत् तु निमित्तमस्ति पञ्चमी अन्तम्. अवगतम्? तपरम् इत्युक्ते कथं कार्यं करोति अहं न अवगच्छामि. सामान्यतः अत्र अतो गुणे इति अस्ति खलु, अतः इति अस्ति. अत् तु ह्रस्व अकारमेव सूचयति तत्र. तत्र तकारः तपरकरणं कृत्वा आगच्छति तपरस्तत्कालस्य इति सूत्रेण. तत्कालमेव बोधयति. यदि आ इति अस्ति ह्रस्व अकारः एव, आ इति अस्ति आत् अत् इति अस्ति ह्रस्व अकारः, आत् अस्ति दीर्घाकारः दीर्घाकारः. तत्र अतः इति अस्ति, तत्र पञ्चमी अन्तं भवति अतः इति. अत्र आत् इति अकारस्य पञ्चमी अन्तं भवति. अतः अकारः तु ह्रस्वः अपि भवति दीर्घः अपि भवति. यदि यदि केवलं पाणिनिः अकारः इति वदति तत्र ह्रस्वदीर्घ प्लुत सर्वेषां गणना भवति. यदि अत् इति वदति तत्र तु केवलं ह्रस्वस्य तथा. अवगतम्? इदानीं सर्वत्र आद् गुणः इति भवति. इदानीं विद्याशङ्करमहोदय आद् गुणः इति सूत्रस्य अत्र सर्वम् अत्र अस्ति वा इति परिशीलयतु. महोदयः अस्ति वा? क्षम्यताम्, अहं म्यूट् मध्ये आसम्. अत्र विधिलिङ्ग् सिद्धप्रत्ययः प्रथमवर्णः सर्वत्र इकारः अस्ति. अत्र पट् धातु अदन्तङ्गम् अस्ति. अत्र अकारस्य इकारस्य समीपे पूर्वपरे अस्ति. पूर्वपरयोः गुणः भवेत् इति सूत्रम् आद्गुणः प्रेरयति. तथा अयोगः इ ए इति भूत्वा पठ योग इत् पठेत्. सर्वत्र इकारः अस्ति तथा अकारस्य स्थाने इकारस्य स्थाने एकारः सर्वत्र आगच्छति. सर्वत्र एकः एव एकमेव सूत्रं कार्यं करोति. अत्र अकारस्य इकारस्य वर्णद्वययोः द्वयोः वर्णयोः गुणः इति यदि सवर्णवर्णं परिशीलयामः तत्र इकारस्य गुणः एकारः. अतः एकारः आगच्छति खलु. अस्तु, अत्र सर्वत्र एकारः आगच्छति. पट इत् पठेत्, पठयितां पठेताम् पठेयुः एवम्. गुणः एकारः कथं भवति? इकारस्य गुणवर्णः एकारः. ओ अय्यो, अस्तु. इकारस्य स्थानं तालु अस्ति. एकारस्य अपि स्थानं तालु एव, कण्ठतालु भवति. अतः तयोः एव साम्यं भवति. उकारस्य ओकारः, इकारस्य यदि मुखम् उद्घाट्य वदति इ ए भवति, उ ओ भवति. ओष्टौ उकारस्य ओकारस्य ओष्टौ उ ओ औ इ ए ऐ. यदि मनसि न स्थापयति मुखम् उद्घाट्य वदत् इ ए ऐ इकारः सामान्यवर्णः एकारः तस्य गुणः ऐकारः वृद्धिः उकारस्य उ ओ औ अकारस्य गुणः अकारः एव अकारस्य वृद्धिः आकारः ऋकारस्य अर् आर् अर् आर् ऋकारस्य अल् आल् तावदेव अवगतं तत् मुखस्थानं दृष्ट्वा एव गुणः इति पाणिनिः यद्यपि वदति तथापि गुणे गुणवर्णः अकारः अपि भवति एकारः अपि भवति ओकारः अपि भवति तेषु कः इति यदि परिशीलयामः सवर्णं दृष्ट्वा तत्र योज तादृशवर्णं तत्र तस्य चयनं भवति वर्णस्य चयनं भवति अवगतम् यतोहि अत्र सः तु न उक्तवान् अकारः अस्ति इकारः अस्ति अतः एकारः एव भवतु इति नास्ति गुणः इत्येव अस्ति सूत्रे परन्तु गुणवर्णाः वर्णाः त्रयः वर्णाः सन्ति तेषु कः इति प्रश्नः उदेति अत्र साम्यम् अकारस्य इकारस्य साम्यम् एकारः अतः एकारः यदि आ इ इति बहुवारं वदति तदेव ए भवति आ इति यदि बहु शीघ्रं वदति तदेव एकारः अत्र परवर्णस्य गुणः इति विधिः अस्ति किल त्रि इति भाति न द्वयोः अपि साम्यम् एकारः एव द्वयोः अपि एकारः मिलित्वा आतचि पूर्वपरयोः एकः आदेशः पूर्वपरयोः स्थाने गुणः आदेशः भवति अस्तु कस्य गुणः परवर्णस्य गुणः इति वा परवर्णस्य एव सवर्णः भवति अत्र अस्तु स्थाने एकारः आगच्छति चेत् तर्हि इकारस्य स्थाने अचि परे किल अचि इकारस्य स्थाने यदि अङ्गस्य परे इकारवर्णस्य स्थाने एकारः आगच्छति चेत् तर्हि किं भवति इति प्रश्नः वा पट एत् इति अस्ति चेत् किं भवति इदानीम् एव वयं मया उक्तम् अकसवर्णे अकारस्य अनन्तरम् अकारः अस्ति चेत् अकसवर्णे दीर्घः अकारस्य अनन्तरम् इक् प्रत्याहारवर्णाः इ ऊर् यदि भवन्ति तदा आद् गुणः परन्तु एवो अयो भवति चेत् वृद्धिः भवति अतः अकारस्य एकारस्य तस्य वृद्धिवर्णः एकारस्य वृद्धिः ऐकारः पठयित् इति भवति यदि तथा अस्ति पठयित् इति भवति अवगतम् आं भगिनि तत्तु एतत् अकसवर्णे दीर्घः आद्गुणः वृद्धिरेचि तु सर्वत्र कार्यं करोति यत्र कुत्र वयं सवर्णदीर्घसन्धिः गुणसन्धिः वृद्धिसन्धिः इति पठितवन्तः सामान्यतया पदयोः योगे अधिकतया भवति तत्र वयं तत्र उदाहरणानि यत् परिशीलितवन्तः भवन्तः भाषावर्गेषु तत्र तु पदयोः योगे एतस्य एतेषां सूत्राणामेव कार्यं तत्र तथापि वयं सन्धिकार्यमपि इति सन्धिः इति संहिता एव सन्धिः सन्धिः यत्र भवति तत्र संहिता अस्ति अतः एव सन्धिः भवति संहिता तु यदा उच्चारणसमये बहु तत्र विरामः न स्वी यदि एव अनन्तरम् इति महोदय उक्तवान् खलु, यदि एव उक्त्वा एक मात्रा द्वय एकमात्रा कालं विरामं स्वीकृत्य अनन्तरम् अनन्तरम् इति वदामः तदा संहिता नास्ति तत्र, अतः सन्धिकार्यं न भवति. अतः एव श्लोकं यदि वदामः श्लोकेषु पादे एकं पादं पूर्णतया विरामं न स्वीकृत्य एव वदामः गजाननं भूत गणादि इति श्लोकस्य उच्चारणं न भवति, गजाननं भूतगणादि सेवितम् एवं तत्र संहिता अस्ति. यदि अधिकं विरामं न स्वीकृत्य यदि सर्वाणि वर्णानि सर्वेषां वर्णानाम् उच्चारणं भवति तदा संहिता भवति. यदि मध्ये गजाननं भूत गणादि इत्येवं वदति तत्र संहिता न भवति. अवगतम्? आम् आं भगिनि. अतः यदि वाक्यं वदामः तत्र रामः गच्छति इति वक्तुं शक्नुमः, तत्र सन्धिकार्यम् आवश्यकं नास्ति. सन्धिं कृत्वापि वक्तुं शक्नुमः रामो गच्छति इति, परन्तु रामः गच्छति इति वाक्ये तत्र संहिता भवितुमर्हति न भवितुमर्हति. परन्तु श्लोकेषु समस्तपदेषु तु संहिता नित्या. अतः एव समस्तपदेषु सूर्य उदयः इति कोऽपि न वदति, सूर्योदयः एव. अवगतम्? आं भगिनि. अस्तु, समयः अभवत्. यदि प्रश्नाः सन्ति चेत् पृच्छन्तु अथवा विरमामः. विरमामः. धन्यवादः. शुभरात्रिः. शुभरात्रिः. धन्यवादः.